नमस्कारः सर्वेषाम्। अस्माकं पाणिनीयव्याकरणवर्गे आर्धधातुकप्रकरणे लृङ्लकारः इति पाठः, तत्र हेतुहेतुमतोर्लिङ् इति प्रथमं सूत्रं। मया एकं डाक्युमेण्ट् प्रेषितं, दृष्टं वा? न भगिनि, मेल् मध्ये अस्ति। ऐ विल् शेर् इट् इन् द चाट् बाक्स् आल्सो। स्थापयामि। आं भगिनि, प्राप्तं। महोदयः अपि आगतवान्। नमस्ते महोदय। श्रूयते वा? श्रूयते, किञ्चित् दूरतः श्रूयते, परन्तु श्रूयते। न शक्नोमि, इदानीं मध्ये मध्ये त्रुटितं भवति महोदय। प्रथमवारं सम्यक् आसीत्, इदानीं तु अस्तु। पश्यामः यदा वयम् अग्रे गच्छामः। सो दिस् तत्र डाक्युमेण्ट् मध्ये मया किं कृतम् इत्युक्ते, एतावता अस्माभिः सूत्राणि अधीतानि खलु, तद् किञ्चित् टेबल् रूपेण स्थापितं। तस्मिन् अर्थे भवति अनुवृत्तिः, अनन्तरं लिङ्लकारे भवति वा लृङ्लकारे अथवा अन्ये लकारे भवति वा इति किञ्चित् चिन्तनं। वर्क् इन् प्राग्रेस् एव अस्ति, उदाहरणं योजनीयं किञ्चित्, परन्तु किञ्चित् प्रयत्नं कृतवती। सो लेट्स् गो वित् दट्। सो तत्र हेतुहेतुमतोर्लिङ् इति प्रथमं सूत्रमासीत्। तत्र विकल्पेन लिङ्लकारः भवति, अन्ये लकारः इत्युक्ते तत्र अपक्षेतु लृट् लकारः भवति। तस्य हेतुहेतुमतोः धातोः लिङ् प्रत्ययः परश्च विभाषा इति तत्र प्रथमं सूत्रम्। अनेन लिङ् लकारः विधीयते। अस्तु, लिङ् निमित्ते लृङ् क्रियाधिपत्तौ इति 33139, तत्तु 33156 आसीत्। अस्तु, सो एतत्तु अनेन लिङ् निमित्तम् अस्ति चेत् लृङ् लकारः नित्यम् इत्युक्ते क्रियाधिपत्तौ, क्रियायाः असम्भावना, तत्र लृङ् विधीयते इति अस्ति। तत्र वयं जानीमः भविष्यति धातोः लृङ् प्रत्ययः परश्च क्रियाधिपत्तौ इति, क्रियाधिपत्तौ भविष्यत् कालार्थे एतत् सूत्रं, लिङ् निमित्ते लृङ् क्रियाधिपत्तौ इति। अनन्तरं तत्र प्रश्नः आगतः, तत्र भूते का व्यवस्था इति, तत्र भूते च इति अग्रिमं सूत्रमेव। तत्र तु लिङ् निमित्ते भूते च धातोः लृङ् प्रत्ययः परस्य क्रियाधिपत्तौ, तत्र भूतकालार्थे क्रियाधिपत्तौ विकल्पेन लृङ् विधीयते, भविष्यत्कालार्थे चु नित्यं विधीयते। अग्रिमं यद् दृष्टवन्तः ओतापयोः इति, एतत्तु अधिकारसूत्रमासीत्। लिङ् निमित्ते भूते च धातोः वा लृङ् प्रत्ययः परश्च क्रियाधिपत्तौ आ उतापयोः, उत् अपि अप् आप् खलु, तद् अधिकारसूत्रम् आसीत्। वा आ उतापयोः इति अधिकारसूत्रमासीत्। तत्र एव वयम् अग्रिमं सूत्रं 33142 आसीत्, गर्हायां लडति जातोः इति। तेन तु लट्लकारः विधीयते, केवलं तत्र गर्हा इति पदस्य अनुवृत्तिः आवश्यकी इति कृत्वा तत्र योजितम् आसीत्। गर्हायाम् अपि जातोः, जातु इत्यस्य सम्भावना इति, सम्भवतः इति अर्थः, गर्हा इति निन्दा इत्यस्मिन् अर्थे, अपि च जातु इत्यनयोः योगे तत्र लट् प्रत्ययः विधीयते, न तु लिङ् वा लृङ्ग्। लिङ् इत्यस्य निमित्तं नास्ति इति कृत्वा लृङ्ग् अपि न विधीयते, केवलं लट् कालसामान्ये। विभाषा कथमी लिङ् च 33143 अग्रिमसूत्रं, तत्र तु विकल्पेन कालत्रये लिङ् एव विधीयते, भविष्यति नित्यं लृङ् भूते वा, तत्र लृङ् प्राग्वत् अस्ति खलु, अनन्तरं वा उतापयोः, वा उतापयोः इत्यस्मिन् अधिकारे अपि अस्ति, अतः लृङ् भूते वा भविष्यति नित्यम्। परन्तु तत्र विशेषः कः इत्युक्ते लट् लङ् लुङ् लृट् लृट् सर्वेषु लकारेषु एतत् सूत्रस्य कार्यम् अस्ति. विभाषा कथमी लिङ् च तत्र कथमी तत्र गर्हा पूर्वतनसूत्रात् गर्हायाम् इत्यस्य अनुवृत्तिः धातोः लिङ् विभाषा लट् च प्रत्ययः परश्च लिङ् निमित्ते भूते च लुङ् क्रियातिपत्तौ. तत्र कथम् इति शब्दस्य त्रिषु कालेषु गर्हायां गम्यमानायां तत्र प्रयोगः भवति. किं वृत्ते लृङ् ऋटौ अग्रिमसूत्रम् अग्रिमसूत्रमेव खलु 143 144. तत्र किं भवति किं वृत्ते किं वृत्ते गर्हायां धातोः लिङ् लृट् सर्वलकाराणाम् अपवादः इति उक्तः, परन्तु तत्र लृट् लकारः तु भवति. सूत्रे उक्तं खलु लिङ् लृटौ इति, अतः अत्रापि भविष्यति नित्यं लृङ् भूते वा लिङ् लकारः भवति, अनन्तरं सर्वलकाराणाम् अपवादः अस्ति लृट् लकारः भवति. तत्र गर्हायां किम् इत्यादयः कतर कथम इति दृष्टं खलु, कः कतर कथम एतेषु शब्देषु तत्र लिङ् लृटौ भवति. अनन्तरम् अग्रिमं 145 अनवक्लिप्सि अमर्षयोर् किं वृत्ते अपि, तत्रापि किं भवति एतदपि सर्वलकाराणाम् अपवादः, अत्रापि लृट् लकारः भवति. अनवक्लिप्ति अमर्षयोः, अनवक्लिप्ति इत्युक्ते असम्भावना, अमर्ष इत्युक्ते असहना, अकिं वृत्ते अपि इत्यस्यापि अत्र अनुवृत्तिः अस्ति. अकिं वृत्ते अपि इत्यनेन किं वृत्तिः नास्ति चेदपि, अनुवृत्तिः इत्युक्ते अनुवृत्तिः नास्ति, अकिं वृत्ते अपि इति सूत्रे उक्तम् इत्युक्ते किं वृत्तिः यद् पूर्वसूत्रे उक्तं तद् नास्ति चेद् एव प्रयोगः. सो अनवक्लिप्ति अमर्षयोः किं वृत्ते अपि धातोः लिङ् लिटौ प्रत्ययौ परस्य लिङ् निमित्ते भूते च वा लुङ् क्रियातिपत्तौ. 145 146 किं किल अस्ति अर्थेषु इति, एतत्तु लिङ्गः अपवादः अतः तत्र लिङ् लकारः न भवति. यदा लिङ् न भवति तत्र लृङ् अपि न भवति, परन्तु किं भवति इत्युक्ते लृट् लकारः. अनवक्लिप्ति अमर्षयोः किं किल अस्ति अर्थेषु धातोः लृट् प्रत्ययः परश्च इति सूत्रम्. तत्र किं किल इत्यस्य क्रोधः इति अर्थः, अस्ति इत्यस्य वयं जानीमः अस्ति भवति विद्यते इति, परन्तु तत्र अस्माकं प्रसङ्गः लृङ्लकारः तु अत्र न भवति, लृट् एव भवति. जाति जातुयधोर्लिङ् इत्यत्र तत्र भविष्यति नित्यं लृङ् भूते वा, तत्र एव वयम् एकं वार्तिकं दृष्टवन्तः यथा यद्योर् उपसङ्ख्यानम् इति. तत्र तेन यदा यदि जातु यत् इति चत्वारः उपपदे सति असम्भावनायाम् असहनायां तत्र लिङ्लकारः भवति. यदा लिङ्ग तत्र लृङ् प्राक्वत् खलु, अतः भविष्यति नित्यं लृङ् भूते च भूते वा इति भवति. एतावता स्पष्टमस्ति वा? 147. सो नेक्स्ट् तत्र 33148 तत्र यच्च यत्रयोः तत्र तत्रापि समानमेव यथा पूर्वतनसूत्रे, परन्तु अत्र अनवक्लिप्ति अमर्षयोः यच्च यत्रयोः धातोः लिङ् प्रत्ययः परस्य लिङ् निमित्ते भूते तद् यदा पूर्वं यच्च यत्र इति उपपदे सति असम्भावनायाम् इत्युक्ते अनवक्लिप्त्याम् असहनायाम् अमर्षे च तत्र लिङ् लकारः भवति. सो जातु यथोर्लिङ् इव यच्च यत्रयोः इत्यपि तत्र समानमेव, परन्तु तत्र तत्र तु जातु यद् यदि यथा आसीत्, अत्र यच्च यत्र इति उपपदे सति अनवक्लिप्ति अमर्षयोः तत्र लृङ् लकारः लिङ् लकारः लृङ् प्राग्वत्. अनन्तरं गर्हायां च, गर्हायां च पूर्वमेव वयं एतद् एकं सूत्रं मध्ये दृष्टवन्तः 3148 149 सम्यक् एव 3314 9. तत्रापि अन्येषां लकाराणाम् अपवादः अस्ति गर्हायां च. गर्हायां यच्च यत्रयोः धातोः लिङ् प्रत्ययः परश्च लिङ् निमित्ते भूते लिङ् लृङ् क्रियाधिपत्तौ. गर्हायाम् इत्यनेन तत्र अनवकृत्य अमर्षयोः इत्यस्य अनुवृत्तिः न भवति अत्र न केवलं गर्हायां च एव अनवकृत्य अमर्षयोः बाधितः अत्र अत्रापि यदा पूर्वं भविष्यति नित्यं लृङ्भूते च भूते वा अन्येषां लकाराणाम् अपवादः इत्युक्ते अन्ये लकारः न भवति केवलं लिङ्ग् लृङ् एव चित्रीकरणे 150 तत्र चित्रीकरणे यच्च यत्र इति उपपदेशति चित्रीकरणे इत्युक्ते आश्चर्ये तत्रापि अपरेषां लकाराणाम् अपवादः नित्यं लिङ्ग् लृङ् तु भविष्यति नित्यं भूते वा शेषे लृडयदौ 151 अग्रिमसूत्रं तत्र लिङ्लकारः न भवति तत्र यदा सूत्रे उक्तं लृट्लकारः एव भवति सर्वलकाराणाम् अपवादः शेषे अयधौ यदि पदं न स्यात् तत्र एव पर्युदासः दृष्टम् अस्माभिः शेषे नाम यत्र यच्च यत्र न स्तः यदि भिन्न अव्यये पदे सति चित्रीकरणार्थः चित्रीकरणम् इत्युक्ते आश्चर्यार्थे गम्यमाने सति तत्र लृट्लकारः भवति न तु लिङ् वा लृङ् वा ओताप्योः समर्थयोर्लिङ् तस्मात् एव अस्माकम् एतद् विकल्पेन भूते विकल्पेन इत्यस्य परिवर्तनं भवति अस्मात् सूत्रात् एव सो तत्र किं भवति भविष्यति भूते च नित्यं भवति एतदपि सर्वलकाराणाम् अपवादः अस्ति उत अपि इति समानार्थक उपपदे सति अवश्यम् उपपदे समानार्थकः कः इत्युक्ते अवश्यं निश्चयेन इति अर्थे उत अपि इति अव्ययद्वयस्य समानार्थकः अवश्यं निश्चयेन इति अस्ति चेत् तत्र नित्यं भविष्यति भूते च लृङ्लकारः भवति एतावदेव अस्माभिः पठितं 3.3.1.5.2 एतत् टेबल् स्पष्टम् अस्ति वा ऐ विल् आड् द उदाहरण बट् मम कृते सरलमासीत् गोयिङ्ग् फ्रण्ट् अण्ड् बेक् इत्यस्मात् महोदय योजितवान् वा आम् भवान् अपि दृष्टवान् वा महोदय तद् दृष्टवान् अस्तु तत्र अनन्तरं पश्यतु तत्र दोषाः सन्ति चेत् सूचयन्तु अहं किञ्चित् परिष्करोमि उदाहरणानि योजयिष्यामि किञ्चित् चिन्तनम् आवश्यकं कुत्र योजनीयम् एतत् करपत्रं ईसि अस्ति भगिनि आम् मम कृते बहु ईसि आसीत् फ्लो चार्ट् मया न फ्लो चार्ट् ऐ हेव् नाट् सीन् फुल्लि परन्तु अस्माकं करपत्रे बहु दीर्घं किमपि मध्ये मध्ये अस्ति खलु सो द सूत्रसङ्ख्या ऐ लास्ट् कौण्ट् इदानीं सूत्रसङ्ख्या सम्यक् दृश्यते ओ तत्र क्रमेण अस्ति कुत्र भवति कुत्र न भवति इति तत्र तत्र मनसि अपि तिष्ठति तत्र यदा तद् अग्रिमसूत्रम् आसीत् बहु भ्रमजनकम् आसीत् मम कृते तत् पठामः अद्य बहु दीर्घं किमपि अस्ति तत्र अतः एव मया योजितं कुत्र स्वनित्यं कुत्र विकल्पेन कस्मात् अनन्तरं किं भवति इति अनन्तरम् एतत् किञ्चित् प्रयत्नः कोताप्योः समर्थयोर्लिङ्ग् इति गतपाठे पठितम् तस्मात् एव पुनः आरम्भं कुर्मः काशिकायां निदर्शनम् अस्ति इति सर्वं पठनीयं तस्मात् अनन्तरम् एकं सूत्रमासीत् तदेव किञ्चित् सम्भावने अलमिति चेत् सिद्धप्रयोगे इति तदग्रे आगच्छति अस्तु महोदय भवान् एव ओताप्योः समर्थयोर्लिङ्ग् श्रूयते खलु आं महोदय सम्यक् अस्तु उताप्योः समर्थयोः लिङ् इति तृतीयपादस्य 50-100 इति उत अपि इति सामानार्थके उपपदे सति धातोः लिङ् भवति लिङ्लकारस्य कथनेन लिङ्लकारः एव भवति अपरेषां लकाराणाम् अपवादः केवलं उताप्योः समनर्थके उपपदे उत अपि इत्यनयोः विभिन्नार्थाः सन्ति। बहुत्र च समानार्थे अपि न स्तः, एकः अर्थः अस्ति किं यत्र द्वयोः समानः भवति अवश्यं निश्चयेन इति, द्वयोः समानः अर्थः समानः भवति इति अवश्यं निश्चयेन इति तत्र एव उत अपि इत्यस्य समानार्थः भवति। यत्र एतादृश अर्थः विवक्षितः तस्मिन् समानार्थके उपपदे सति धातोः लिङ् भवति। अस्य व्यक्तीकरणार्थं काशिकायाम् एकम् अव्ययम् उपयुक्तं बाढम् इति, यस्य अर्थः एतादृशः एव अवश्यं निश्चयेन इति। काशिकायाम् उत अपि इति एतयोः समर्थयोः धातोः लिङ् प्रत्ययः भवति। सर्वनकारणम् अपवादः बाढम् इत्यस्मिन् अर्थे समानार्थत्वम् अनयोः। ओतापियोः इति विकल्पः निवृत्तः, इतः प्रति भूते लिङ्गे क्रियातिपत्तौ नित्यं लिङ्ग् भविष्यति सर्वत्र लिङ्गि तत्र उत अपि च अपि इति उपदेशति धातो लिङ्ग् भवति। कदा भवति इत्युक्ते समानात् उत अपि इत्यस्य समानार्थयोपदे अवश्यं निश्चयेन इति एव तत्र तयोः समानार्थकः अवश्यं निश्चयेन इत्यर्थे उत अपि चित्योः समानार्थके भवति समानार्थकं भवति। अस्तु, ओतापि विकल्पेन निवृत्तः इति प्रभृति भूते अपि लिङ्निमित्त क्रिया अग्रे प्रकृतसूत्रे य इतः अग्रे ओतापियोः इत्यस्य वा इत्यस्य अधिकारः समाप्तः, अतः यथा भविष्यति तथैव भूते अपि लिङ्निमित्ते क्रियातिपत्र लृङ् नित्यं न तु वैकल्पिकम् इति अस्ति। अत्र अस्माभिः पूर्वं दृष्टमासीत् वा ओतापियोः इति, तत्र उतापियो इति पर्यन्तम् एव तत्र भूते विकल्पेन लृङ् भवति इति, इदानीं ततः आरभ्य इतः आरभ्य 152 आरभ्य सर्वत्र नित्यं भवति लृङ् लकार, यत्र अत्र लिङ् लकारस्य प्राप्तिः अस्ति तत्र लृङ् लकारः क्रियातिपत्तौ नित्यं भवति, भविष्यति अपि भविष्यति सामान्य नित्यमेव भवति, भूते अपि नित्यं भवति इति। सिद्धान्तकौमुद्याम् अतः भविष्यति तु यथा पूर्वम् अत्रापि लिङ्निमित्ते क्रियातिपत्र लिङ्गकार सर्वत्रैव नित्यः। सिद्धान्तकौमुद्यां भारम् इत्यर्थे अनयोः तुल्यार्थता, इतः भवति लिङ्निमित्ते क्रियातिपत्र भूते नित्य लिङ्ग् कुतश्च अपिश्च तयोः द्वन्द्वः अत्रापि इति, तयोः उतापयोः समः ययोः समानः ययोः तौ समर्थौ अथवा समौ अर्थौ ययोः तौ समर्थौ तयोः समर्थयोः गौरीः लिङ्गनिमित्ते क्रियातिपत्तौ इति सम्पूर्णसूत्रम् अनुवर्तते। भूते चैतसधिकारः धातोः प्रत्ययः परश्च इत्यस्य अधिकारः अनुवर्तते सूत्रमस्ति। उत्थाप्य समर्थयोः धातोः लिङ्गप्रत्ययः परश्च लिङ्गभूते तेषां तुल्यार्थः भवति एव तत्र लिङ्ग्लकारः भवति, सर्वलकारः अपवादः अस्ति, अपि च लिङ्ग्लकारः अपि भवति उत अपि च उत अपि इत्यनयोः उपपदे धातोः उपपदे सति नित्यं भविष्यत्काले अपि भूते च इति। उदाहरणं पठामि वा? आं महोदय, काशिकायां निदर्शनं काशिकायां निदर्शनमस्ति उत कुर्यात् अवश्यं कुर्यात् इति, अपि कुर्यात् उत अधीत उत कुर्यात् अपि कुर्यात् उत अधीत अपि अधीत भाडम् अध्येष्यत इत्यर्थः, भाडम् अध्येष्यत इति। समर्थयोः इति किम्? उत दण्डः पतिष्यति अपि द्वारं धास् धास्यति पृष्ठः प्रच्छादनं च गम्यते अस्तु पृष्ठः अपि च पृच्छ तत्र एतद् अवश्यमिति अस्तः नास्ति अत्र उत दण्डः इति पृष्ठकरणमस्ति अतः पृष्ठः अस्ति अतः न न तत्र न भवति उत कुर्यात् अपि कुर्यात् द्वयोः अर्थः समान अवश्यं करोति उत अधीत अपि अधीत द्वयोः अर्थसम्निश्चयेन पठति पठिष्यति इति कृत्वा भाडम् अध्येषत इत्यर्थः अधुना समर्थयोः इति किं द्वयोः उपपदयोः अर्थः समानः स्यात् इति किमर्थं यतः द्वयोः विभिन्नाः अर्थाः सन्ति येभ्यः अनेन सूत्रेण विधिलिङ्गं विहितः उतदण्ड दण्डः पतिष्यति यत्र लुट्लकारः उत दण्डः पतिष्यति दण्डः पतिष्यति किम् इति अर्थः अपि द्वारं धास्यति तत्र सः द्वारं पिदधाति इति तत्र तत्र लिङ्लकारः न भवति लुट्लकार एव अस्ति अत्र पृष्ठः प्रच्छादनं च गम्यते अनयोः द्वयोः स्थलयोः अर्थः भिन्नः प्रश्नः अपि च पृच्छादनं च गम्यते अनयोः द्वयोः स्थलयोः अर्थः भिन्नः प्रथमः प्रश्नवाचकः द्वितीयः बन्धनार्थे अस्तु तत्र पृच्छादनं वा प्रच्छादनं प्रच्छादनं पृच्छ नास्ति अत्र पृच्छितवान् पृच्छ इति तत्र प्रश्नः इति प्रच्छादनम् इति छादनं छादयति तत्र बन्धनार्थे आच्छादयति तदेव बन्धनार्थे अस्तु प्रश्नवाचके बन्धनार्थे अपि अपि च धातु अपि योगधा पिधानम् इत्यर्थः अस्तु अपि इत्यत्र अकारस्य लोपः भवति खलु तत्र पिधानम् इति अपिधानम् इति न भवति तत्र यद्यपि उपसर्गः अपि इति अस्ति परन्तु पिधानमेव भवति अस्तु अतः तर्हि यत्र समस्ययोः तत्र तुल्यार्थः अस्ति तत्र तुल्यार्थः एक एव इति यत्र दत्तमस्ति तत्र अवश्यम् इत्यर्थे एव तत्र लिङ्लकारः नित्यः इति अस्ति अपि च लृङ्लकार इदानीं लिङ्लकारस्य प्रसक्तिः अस्ति तथा अतः लृङ्लकारः अपि भवति परन्तु नित्यं भविष्यति अपि च भूते अपि भविष्यति यथा पूर्वं नित्यमेव अवगतं खलु अरुणा भगिनी उषा भगिनी सम्यक् न तत्र अर्थः तत्र सन्दर्भं दृष्ट्वा एव खलु तत्र उत कुर्यात् इति अवश्यम् इति वा इति तत् सन्दर्भं दृष्ट्वा एव तत्र उत इति अपि इति शब्दस्य समान अर्थः भवेत् अवश्यम् अथवा निश्चयेन इति अन्य अर्थाः सन्ति चेत् तत्र लिङ्लकारः न भवति लृट् अथवा अन्यलकाराः एव तत्र भवति विधिलिङ्ग् न विहितः भवति इति उक्तं तत्र उदाहरणमेव प्रदर्शितं प्रथमं यदा महोदयेन पठितम् उतादीयत अप्यादीयत तत्र तु निश्चयेन अवश्यं सः करोति अवश्यं निश्चयेन पठति इत्यत्र तु तत्र विधिलिङ्ग् भवति अनन्तरं लृङ्लकारः यदा अस्माभिः पठितं परन्तु यत्र समर्थः नास्ति समान अर्थः नास्ति तत्र विधिलिङ्लकारः न विधीयते तत्र उदाहरणमस्ति उतदण्डः पतिष्यति इत्युक्ते दण्डः भवति किम् इति पृच्छामः खलु दण्डः पतिष्यति इत्युक्ते एतद् दण्डः स्टिक् विल् इट् फाल् इति दण्डः पतिष्यति किम् इति अपि द्वारं धास्यति विल् द डोर् क्लोस् पिदधाति तत्र अर्थः भिन्नः तत्र उतदण्ड पतिष्यति इति प्रश्नः भवति तदा उत पतेत् इति वदामश्चेत् तत्र अवश्यं पतति इति अर्थः भवितुमर्हति खलु तत्र सत्यं आम् कालविषये नास्ति एतत् लृट्लकारः सम्भावनार्थे प्रयोगः खलु दण्डः पतिष्यति किं पतितुमपि शक्नोति नापि तादृशसम्भावनार्थे तत्र यदा अहं वदामि मम विवक्षा अस्ति अवश्यं पतिष्ठति इति उत पतेत् इति वक्तुं शक्यते खलु तत्र उत पतेत् इति अपि पतेत् इति अहं वदामि तत्र कृशः अस्ति दण्डः पतति एव इति मम विवक्षा अस्ति सन्दर्भानुसारं अथवा काकुना एव वयं ज्ञातुं शक्नुमः कस्मिन् अर्थे सः इदानीं सत्यं तत्र निश्चयार्थः अस्ति चेत् तत्र एतद् भवितुम् अर्हति खलु विधिलिङ्ग् सत्यम् आम् तदेव अर्थः भगिनि अवगतं खलु इदानीम् आम् भगिनि भवती एव अग्रे तथैव सिद्धान्तकौमुद्यां तथैव सिद्धान्तकौमुद्यां निदर्शनमस्ति अत उत अपि वा हन्यादघं हरिः समर्थयो मोखिम् उत दण्डः पतिष्यति उपि अपि धास्यति द्वारं कृष्णः प्रच्छादनं च गम्यते अस्य वाक्यद्वयं भवति उत हन्यात् अघः अघं हरिः अपि हन्यात् अघं हरिः द्वयोः अर्थः समानः अघम् इति पदस्य अर्थः पापम् अपि च बाढम् इति अर्थे अनयोः तुल्यार्थता इति उक्तं सिद्धान्तकौमुद्याम् अपि इति अव्ययस्य द्वितीयः कश्चन अर्थः अस्ति बहु समीचीनम् अस्मिन् अर्थे स्वीकरोति सिद्धान्तकौमुदी टीकाकारः गोविन्दाचार्यः अतः तद् अनुसृत्य वाक्ययोः अर्थो भवति एतत् बहु समीचीनम् अस्ति यत् श्रीहरिः पापस्य नाशं करोति इति भगिनि अधुना पुनः पठामि भगिनि अत्र सिद्धान्तकौमुद्याम् एकनिदर्शनमस्ति उत अपि वा हन्यादघं हरिः अत्र समर्थत्वम् अस्ति वा इति प्रश्नः उत दण्डः पतिष्यति अपि दास्यति भारम् प्रश्नः प्रच्छादनं च गम्यते अत्र वाक्यद्वयम् हन्यात् अघं हरिः अपि हन्यात् अघं हरिः द्वयोः अर्थः समासः ओके हन्यात् अघं हरिः अन्यं पदम् अपि इति प्रयुज्य अपि हन्यात् अघं हरिः अत्र द्वयोः अर्थः समानः तदेव समानार्थः अस्ति चेत् विधिलिङ्ग् धातुतः विधीयते अघम् इति पदस्य अर्थः पापम् अपि च भाडम् न केवलं पापमेव तत्र प्रथमम् उत हन्यात् अघं हरिः पापात् हरिः रक्षेत् ओके खलु रक्षिष्यति रक्षेत् इति तु अनन्तरं वक्तव्यं भवति एव इति वदति खलु समानार्थः सो भवेत् रक्षेत् अपि हन्यात् अघं हरिः पापात् हरिः रक्षेत् ओके अधिशब्दमस्ति चेत् अपि च अपि भाडम् इति अव्ययस्य द्वितीयः कश्चन अर्थः अस्ति बहु समीचीनम् ओके भारम् इत्यनेन बहु समीचीनम् अस्मिन् अर्थे स्वीकरोति सिद्धान्तकौमुदी टीकाकारः उदाहरणं दत्तं गोविन्दाचार्यः अतः तद् अनुसृत्य व्याख्ययोः अर्थः भवति एतत् बहु समीचीनम् अस्ति. अतः यत् हि श्रीहरिः पापस्य नाशं करोति इति बाधमस्ति चेत् तदा मे अर्थं भवति भगिनि. तत्रापि अनन्तरम् उत इति पदयोः बाडम् इति अर्थः, बाडम् इत्यस्य बहु समीचीनम् इति अर्थः. तथा बहु समीचीनं योजयामः चेत् तस्य वाक्यस्य कः अर्थः, हन्ये हन्यात् खलु तत्र नाशं करोति इति अर्थः. कः नाशं करोति? हरिः, श्रीहरिः नाशं करोति स्वस्य अघम्, अघम् इत्युक्ते पाप, पापस्य नाशं करोति. सो अपि उत इति शब्दस्य बहु समीचीनम् इति अर्थः, तदेव बाडम् इति उक्तम्. समीचीनम्. बाडम् इत्यस्य अर्थे उप अपि इति उपपदयोः अर्थे सति उताप्योः समर्थयोर्लिङ् इत्यनेन हन् धातुः विदलिङ्ग् लकारः विधीयते, अतः हन्यात् इति पदं भवति. अपि च एवमेव उक्तं सिद्धान्तकौमुद्यां यत् समर्थयोः किम् प्रश्न, अधुना प्रश्नः अस्ति किमर्थं समर्थयोः इति पदं प्रयुज्य बालिनेन इति दत्तं. प्रश्नः उत दण्डः पतिष्यति, अभिधास्यति द्वारं, प्रश्नः पुच्छादनं च गम्यते. अत्र उत दण्ड पतिष्यति, अत्र उत इति पदं प्रश्नवाचकं न तु भाडमिति अर्थे. अपि दास्यति द्वारम् अत्र अपि अपि प्रश्नवाचकं न तु बाडम् इति अर्थे, तत्र कमास्थापने. ओ प्रश्नवाचकं न तु, न न प्रश्नवाचकं कमा न तु बाडम् इति अर्थे. बाडम् इत्युक्ते समीचीनम् इति अर्थः खलु, परन्तु अत्र कः अर्थः, विल् द स्टिक् फाल् इति प्रश्नवाचकः खलु, प्रश्नवाचकं कमा न तु बाडम् इति अर्थे. अपि च उदाहरणम् अपि दास्यति द्वारम् इत्यस्मिन् अपि पूर्वकधा धातुः पिधानार्थकः. यदि उताप्योः समर्थयोर्लिङ् इति सूत्रे समर्था इति पदं न अभविष्यत् तर्हि अनेन सूत्रेण अनयोः द्वयोः स्थले अपि लिङ्लकारः विहितः अभविष्यत्, अनिष्टरूपम् अभविष्यत्. किं भगिनि अत्र भूता अपि पाठम् अर्थे नास्ति, प्रश्नवाचकमस्ति. सत्यम्, उत दण्ड पतिष्यति इत्यत्र उत इति पदं प्रश्नवाचकं, किं दण्डः पतिष्यति, विल् इट् फाल् इति अर्थे अस्ति, न तु बाडम्. बाडम् इति अस्ति अस्ति चेत् समीचीनम् इति भवति, बहु समीचीनतया दण्डः पतिष्यति इति अर्थः भवति, तादृश अर्थः अत्र न. अनन्तरम् अपि दास्यति द्वारम् इत्यस्मिन् अर्थे तत्र द डोर् विल् क्लोस् इति अर्थः, क्लोस् क्लोस् आर् बोल्टेड् तादृश अर्थः अस्ति, न तु अपि इत्यस्य बाडम् इति अर्थः. अस्तु, सो अत्र अर्थः विना अर्थस्य भेदः अस्ति, समानार्थः नास्ति. यदि तत्र उतापयोः समर्थयोर्लिङ्ग् इत्यत्र समर्थ इति पदं नास्ति चेत् किं भवति इत्युक्ते तत्र स्थलद्वये अपि इत्युक्ते उत दण्डः पतिष्यति इत्यत्रापि अपि दास्यति द्वारम् इत्यत्रापि लिङ्लकारः एव भवति, न तु लृट् लकारः. परन्तु तद् तु अनिष्टं खलु. सो सो यत्र अर्थः समानः तत्र लिङ्लकारः, अन्येषु अर्थेषु अपि वाक्यानि भवन्ति खलु, तत्र तु अन्ये लकाराः यदा प्रसङ्गम् अन्ये लकाराः भवति अन्ये लकाराः भवन्ति न तु लिङ्लकारः इति अर्थः अवगतं वा भगिनि अधुना अवगतं भगिनि अस्तु समीचीनम् उषा भगिनी पठितुं शक्यते वा अथवा याने अस्ति वा आं भगिनि आं भगिनि पठितुं शक्यते आम् हा एतत् सूत्रमेव किञ्चित् ब्रह्मजनकमासीत् पठतु पश्यामः ओके ओके कामप्रवेदने अकच् इति ओके स्व अभिप्रायस्य प्रकाशने नाम स्व इच्छायां स्व इच्छायां गम्यमाने धातोः लिङ् भवति ओके पूर्वसूत्रात् लिङ् आयाति ओके कच्चित् अपि कच्चित् इति कच्चित् इति उपपदं नास्ति चेत् ओके कामप्रवद प्रवेदने अकच् इति ओके ओके सो कच्चित् इति नास्ति चेत् अभिप्रायप्रकाशने स्व इच्छायां गम्यमाने सति देन् धातोः लिङ् भवति ओके सो लिङ् नास्ति चेत् लृट् इति पूर्वं वयं ओके उदाहरणं दत्तम् ओके लिङ् लकारस्य कथनेन लिङ् लकारः एव भवति अपरेषां लकाराणाम् अपवादः ओके अपरेषां लकाराणाम् अपवादः अस्तु कच्चित् शब्दस्य साहित्ये प्रधान अर्थद्वयं भवति प्रश्नवाचकार्थे च प्रश्नवाचकार्थे अपि च आशायां मङ्गल मङ्गलकामनायां च रामायणे अस्ति खलु कश्चित् कश्चित् स्वर्गः स्वर्गः पृच्छति रामः पृच्छति भरतं सम्यक् सन्ति वा सर्वे सम्यक् सन्ति वा कश्चित् कश्चित् इति कश्चित् कश्चित् एव कश्चित् इति अव्ययं कश्चित् एतद् भिन्नं वा एतद् नास्ति कश्चित् नास्ति एतद् एतदेव कच्चित् एतदेव खलु आमाम् एव कच्चित् एव कच्चित् एव कच्चित् एव कच्चित् कश्चित् नास्ति कश्चित् इति काचित् खलु अत्र कश्चित् इति नास्ति कश्चित् इति कच्चित् कच्चित् कच्चित् कच्चित् स्वर्गः इति सुन्दरकाण्ड सीता अपि हनुमान् प्रति वदति खलु हनुमान् प्रति सीता अपि वदति सुन्दरकाण्डे ओ एवं सर्ग सो मेनि टैम्स् ओ अत्र बालकाण्डे यदा मया पठितं प्रायः ह्यस्तन अथवा तत्रापि कच्चित् कच्चित् एव आसीत् कश्चित् न कच्चित् इत्येव तत्र इट् इस् नाट् फाल् अ फुल् सर्ग तत्र केषाञ्चन श्लोकानां कृते इस् इट् नाट् यु गेट् अफर्मेशन् अफर्मेटिव् क्वश्चन् आन्सर् टु बि यस् दट् इस् तादृश मङ्गलकाम ओके पृष्ठवाचकार्थे अपि च आशायां काशिकायां दत्तं स्व अभिप्राय स्व अभिप्राय आविष्करणं स्व अभिप्राय आविष्करणं कामप्रवेदनम् ओके काम इच्छाभिलाष कामः इच्छाभिलाषः इति अनर्थ अनर्थान्तरम् कामः इच्छाभिलाषः इति अनर्थान्तरं सो दट् अर्थ नास्ति इति न अर्थान्तरम् अनर्थान्तरम् तस्य प्रवेदनं प्रकाशनं सो कामस्य स्व अभिप्राय आविष्करणं तस्मिन् गम्यमाने अकच्चित् अकच्चित् कच्चित् इति उपपदे न अकच्चित् इति उपपदे धातोः लिङ् प्रत्ययः भवति सर्वलकाराणाम् अपवादः स्व अभिप्राय आविष्करणं नाम स्व इच्छायाः व्यक्तीकरणम् आम् यथोक्तं पूर्वतने सूत्रे अत्र ओतापयोः इत्यस्य वा इत्यस्य अधिकारः नास्ति, अतः भविष्यति यथा अत्र ओतापयोः इत्यस्य वा इत्यस्य अधिकारः नास्ति, अतः भविष्यति यथा तथैव भूते अपि लिङ् निमित्ते क्रियातिपत्तौ लृङ् नित्यं न तु वैकल्पिकम्. अस्तु यथोक्तं पूर्वतने सूत्रे अपि ओतापयोः इत्यस्य अधिकारः नास्ति इत्यनेन अधिकारः नास्ति अतः भविष्यति, अधिकारः नास्ति अतः भविष्यति यथा तथैव भूते अपि लिङ् निमित्ते क्रियातिपत्तौ लृङ् नित्यं न तु वैकल्पिकम्. अस्तु भविष्यति तु यथा पूर्वं, भविष्यति तु भविष्यति तु यथा पूर्वम् अत्रापि लिङ् निमित्ते क्रियातिपत्तौ लृङ् लृङ् लकारः सर्वत्र एव नित्यः, लृङ् लकारः एव सर्वत्र नित्यः. ओके, सिद्धान्तकौमुद्यां स्व अभिप्राय आविष्करणे गम्यमाने लिङ् स्यात् न तु कच्चिति, न तु कच्चिति, न तु कच्चित् इति, सो कच्चिति सप्तं तु कच्चिति सप्तमी कच्चित् इति पदम् अस्ति चेत् इति. कामप्रवेदनं, कामस्य इच्छायाः प्रवेदनं प्रकाशनं, कामस्य प्रवेदनं इच्छायाः प्रकाशनं. ओके, कामस्य प्रवेदनं कामप्रवेदनं, तस्मिन् कामप्रवेदने षष्ठी तत्पुरुषः, न कच्चित् अकच्चित् तस्मिन् अकच्चिति नै तत्पुरुषः, कामप्रवेदने सप्तम्यन्तम् अकच् अकच्चिति अकच्चिति सप्तम्यन्तं द्विपदमिदं सूत्रम्. उतापयोः समर्थयोः लिङ् इत्यस्मात् लिङ् इत्यस्य अनुवृत्तिः लिङ् निमित्ते लृङ् क्रियातिपत्तौ इति सम्पूर्णसूत्रम् अनुवर्तते. भूते च इत्यस्य अधिकारः धातोः प्रत्ययः परश्च इत्येषाम् अधिकारः अनुवृत्तिसहितसूत्रं कामप्रभेदने अकच्चिति धातोः लिङ् प्रत्ययः परश्च लिङ् निमित्ते भूते च लृङ् क्रियातिपत्तौ. सो कामप्रभेदने स्व इच्छायाम् आविष्करणं चेत् अकच्चिति पदम् अस्ति चेत् धातोः परः लिङ् एव भवति, लिङ् प्रत्ययः भवति, परश्च लिङ् निमित्ते भूते लिङ् लिङ् अस्ति, लिङ् निमित्तम् अस्ति चेत् अस्ति इत्यनेन लिङ् निमित्ते लिङ् विधीयते चेत् भूते च लृङ् अपि विधीयते क्रियातिपत्तौ, क्रियातिपत्तौ अस्ति चेत्. ओके, लिङ् निमित्ते कच्चित् इति नास्ति चेत् अकच्चित् इति अकच्चित् इति नास्ति चेत् अग्रे काम इच्छाभिलाष इति अनर्थान्तरम् इत्यनर्थान्तरम् अर्थान्तरं तद् तादृश अर्थः एव भवेत्, अन्य अर्थः नास्ति इति वा, न अर्थान्तरं, न अर्थान्तरम्, अर्थान्तरम् इत्युक्ते भिन्नार्थः, न अनर्थान्तरम् इत्युक्ते न भिन्नार्थः, डबल् नेगेटिव् अस्ति. अर्थान्तरम् इत्युक्ते अर्थान्तरम् इत्युक्ते भिन्नार्थः इत्येव खलु, भिन्न अर्थान्तरं नास्ति इत्येव वदन्ते, न अर्थान्तरम् इत्युक्ते डबल् नेगेटिव् खलु, न अर्थान्तरम् अर्थः काम इच्छाभिलाष अर्थे एव इति वक्तव्यं, किमर्थम् अहं तु एक्स्प्रेशन् आफ् वन्स् विश् कामप्रवेदना इत्युक्ते अत्र ऐ होप् यु आर् डूइङ्ग् वेल् इति तादृश कुशली इति तादृश अर्थे तत्र प्रश्नवाचकार्थे आशायां मङ्गलकामनायां तादृशेषु अर्थेषु एव अत्र लिङ्ग् इति भवति नौ ऐ वाण्ट् गो सी द सुन्दरकाण्डम् अहमपि अयोध्याकाण्डे भरतस्य भरतं पृच्छति तादृशं बहूनि श्लोकानि सन्ति अत्र सर्गे तत्र प्राय द्वितीयसर्गे द्वितीय अयोध्याकाण्डे 2.100.1 इति आरभ्य बहूनि सन्ति तत्र कच्चित् कच्चित् एकं वा पश्यामः वाल्मीकि IIT वाल्मीकिरामायणम् IIT कच्चित् सर्ग इति गूगल् कृतं चेत् आगच्छति कच्चित् सर्गः इति रामायणम् इत्येव पेज् अस्ति खलु तत्र पश्यामः मायणम् शततम् शततम सर्ग अस्ति 2.100 इति सर्ग 100 एव वा साक्षात् 100.1 आरभ्य 2.100.1 आरभ्य सर्गः अयोध्याकाण्डे शततमः सर्गः अयोध्याकाण्डे लोकान् ट्रान्स्लेशन् IIT कानपुर 2.100 कश्चित् धारयते तात राजा यत्तु गतः कच्चिन्नदीन सहसा राजा लोकान्तरं गतः ही सर्वैविङ्ग् इति पृच्छति कच्चित् ओ राजा ओ ही अस्तु भवान् उक्तवान् खलु इदानीं द्वयोः मध्ये रामासास्ति कच्चित् सौम्यनते कच्चित् सौम्य न ते राज्यं भ्रष्टं बालस्य शाश्वतं कच्चित् शुश्रूषे तात पितरं सत्यविक्रमम् ओ अस्तु पृच्छति तस्य विषये सत्यसङ्करः राजसूय अश्वमेधानाम् अर्हता धर्मनिश्चयः ओ अस्तु न कश्चित् ब्राह्मणो विद्वान् धर्मनित्यो महाद्युतिः ईश्वाकूनाम् उपाध्यायो यथावत् खात पूज्यते ओ अस्तु धर्मनित्यः महाद्युतिः खलु प्रयोगः एव अस्ति कश्चित् प्रयोगः अस्ति खलु अतः लिङ्ग् न भवति लिङ्ग् नास्ति लिङ्ग् न भवति ता कश्चित् कौसल्या सुमित्रा च प्रजावती सुकिनी कश्चिदार्या च देवी नन्दति कैकेयी कैकेयी विषये अपि पृच्छति तत्र सम्प्रश्न इति भवितुमर्हति खलु कश्चित् सम्प्रश्नार्थे विधिलिङ्गकार भवितुमर्हति खलु तत्र न भवति सम्यक् अस्ति सामान्यतः खलु विधिलिङ्गकारप्रयोगः भवति खलु यदा सत्कृतस्थे पुरोहितः कृतः एव अस्ति नास्ति कश्चित् अग्निषु ते युक्तो विधिज्ञो मतिमान् रुजः कृतं च होष्यमाणं च काले वेदयते सदा वेदयते इत्येव प्रयोगः अस्ति ऐ प्रस्ट् कश्चित् सम्यक् महोदय समीचीनम् सुन्दरकाण्डे अपि अहं दृष्टवती भगिनि 37 सर्गः 37 वा अङ्गुलीयकप्रदानम् तत्रापि प्रायः सीता पृच्छति वा सीता पृच्छति हनुमान् अङ्गुलीयकप्रदानं तत् वर्स् नम्बर् 15, 16 and then 18, 19, 20 everywhere it is there. 23, 24, 28, 26, 28 15 वा 15 उक्तवती वा अस्ति कश्चिन् न दीनसम्भ्रान्तः सम्भ्रान्तः कार्येषु न च मुख्यति कश्चित् पुरुषकार्याणि कुरुते कुरुते उपयोगः नृपते स्तुतः तस्मात् पूर्वमपि अनन्तरमपि अस्ति भगिनि आम् कश्चिन्न व्यतितो रामः कश्चिन्न परिताप्यते उत्तराणि च कार्याणि कुरुते पुरुषोत्तमः डस् ही नाट् फील् हेल्प्लेस् इति अर्थे तत्र अनन्तरम् अस्ति कश्चिन् मित्राणि लभते मैत्रेश्चापि अभ्यभिगम्यते कश्चित् कल्याणि कल्याणमित्रश्च मित्रैश्चापि पुरस्कृतः ओ होप्फुलि राम इस् वेल् आनर्ड् बै अलैस् कश्चित् दाशास्ति देवानां प्रसादं पार्थिवात्मजः कश्चित् इत्येव वक्तव्यं कश्चित् इत्येव कश्चित् पुरुषाकारं च दैवं च प्रतिपद्यते ओ वेरि नैस् कुत्रापि तत्र अत्र अग्रिम तु लृट्लकारः कश्चिन् मां व्यसनाद् अस्मान् मोक्षयिष्यति वानर इति पृच्छति सा तु पृच्छति होप् वानरा यु लिबरेट् मी फ्रम् दिस् मिसरि सम्यक् अस्तु अस्तु सम्यक् सो इदानीं कच्चित् इति पश्यामः चेत् मनसि आगच्छति एतत् सर्वं सम्यक् सो तदेव स्वाभिप्रायस्य प्रकाशने स्वेच्छायां गम्यमाने धातोः लिङ् भवति कच्चित् इति प्रयोगे नास्ति लिङ् लकारः न भवति इति अस्तु while you are reading itself you can follow easily bagini I mean I for me it takes time I do try every now and then but then yes abhyasena eva tatra vaktum shaknomi in sanskrit as you are reading and then I will use the chaturpratyaya यदा पठितवती यथा भवती पठितवती तदा एव भवती अर्थम् अवगतवती इमीडियट्लि तत्र सामान्यतया परन्तु यदा किञ्चित् प्रौढप्रयोगः अस्ति चेत् ममापि क्लेशः भवति परन्तु पूर्वतनात् इदानीं सम्यक् एव प्रायः कण्टिन्युस् हियरिङ्ग् प्रायः आं भगिनी भवती एव पठतु अनन्तरं गन्तव्यमिति उक्तवती खलु काशिकायां निदर्शनं काशिकायां निदर्शनं कामः मे भुञ्जीत भवान् अभिलाषः मे भुञ्जीत भवान् से योर् थिङ्ग् इति आम् मम इच्छा अस्ति यत् भवान् खादेत् अत्र कामशब्दः कामप्रवेदने अस्ति नाम इच्छायाः प्रकाशने अभिलाषायाः व्यक्तीकरणे अपि च कच्चित् इति शब्दः व्यवहारे नास्ति निमित्तानि पूरितानि अतः कामप्रवेदने अकचित्ति इत्यनेन भुञ्जीत इति पदं विधिलिङ्लकारे भवति अस्तु आम् काशिकायाम् उदाहरणं दत्तं कामः भवान् मे भुञ्जीत अथवा अभिलाषः भवान् मे भुञ्जीत इति. अत्र भुञ्जीत लङ् लिङ्लकारः विधिलिङ्लकारः अस्ति यतोहि कच्चित् पदं नास्ति इति. इच्छार्थे अपि अस्ति, इच्छा प्रकटार्थे काम इच्छा मम इच्छा अस्ति भवान् खादतु इति. अग्रे मम इच्छा अस्ति यद् भवान् खादेत्. अस्तु, सिद्धान्तकौमुद्याम् उक्तम् अकच्चिति अकच्चिति इति किं? कच्चित् जीवति. ओ जीवति नार्मल् लकार. ओके, प्रकृतसूत्रे अकच्चिति इति पदं यदि न अभिविश्यत् तर्हि कच्चित् शब्दस्य व्यवहारे अपि, प्रकृतसूत्रे अकच्चिति इति पदं यदि न अभविष्यत् तर्हि कच्चित् शब्दस्य व्यवहारे अपि कच्चित् जीवेत् इति वाक्यम् अभविष्यत् यत् अनिष्टम् अस्तु. अतः ओके, अतः तस्य प्रदर्शनार्थं कच्चित् जीवति इति लट्लकारे उदाहरणं दत्तम्. ओके, काशिकायामपि तथैव निदर्शनं दत्तम् अकच्चिति अकच्चित् अकच्चिति इति किम्? कच्चित् कच्चित् जीवति ते माता, कच्चित् जीवति ते पिता. माता न माराविद त्वां पृच्छामि. माराविद माराविद माता सत्यं सत्यं माराविद त्वां पृच्छामि. मारौ विद नो मारौ मारौ इति प्यारेट् इति अर्थः दत्तम् अत्र. माराविद त्वां पृच्छामि कश्चित् जीवति पार्वती. इट् मस्ट् बि फ्रम् सम् काव्य. कच्चित् जीवति, कच्चित् जीवति पार्वती. माराविद त्वां पृच्छामि कच्चित् जीवति पार्वती. सो पार्वती पार्वती नार्मल् लैक् नदी शब्दवदेव एक प्रथमाविभक्ति खलु. माराविद माराविदं पृच्छति वा? माराविद सुखं पृच्छति, सुखं सुखं पृच्छति. I hope the mother is living. I hope the father is, thy father is living. Like a parent, she's keeping again and again. No. I hope thy mother is living. I hope thy father is living. I ask thee, O Maravid. O Maravid iti parent ityasya sanya nama. I hope that father. It is a sanya for a parent. नाम नाम ऐ होप् दट् पार्वती इस् लिविङ्ग्. त्वां पृच्छामि कच्चित् जीवति पार्वती. ऐ होप् दट् पार्वती इस् लिविङ्ग् इस् लिविङ्ग्. सो फादर् फादर् मदर् पार्वती इस् लिविङ्ग् इति शुकं प्रति कोऽपि पृच्छति. सः पृच्छति इति न जाने. तव माता जीवति इति आशासे, तव पिता जीवति इति आशासे. ओके, माराविद हे शुक. ओ माराविद हे शुक. ओके ओ दट्स् ओके. पार्वती अपि जीवति इति आशासे. ओके, इच्छा प्रकटं अत्र न आगच्छति. इट् इस् शोयिङ्ग् तत्र सूत्रमेव दृश्यते. अत्र गूगल् सर्च् मध्ये कुमारसम्भवम् इति न आगच्छति. सम्भवम् ओ ये यः प्रसिद्धश्लोक रामायण अयोध्याकाण्ड से है. एवं वा कुत्र परन्तु पार्वती इति उक्तं खलु किमपि मिक्स् म्याच् अस्ति वा अस्तु पश्यामः न जानामि अत्र तु अत्र तु कुमारसम्भवसे नहि है इति वदति गूगल् न जानामि प्रायः प्रथमवाक्यं तु सामान्यतया अस्ति परन्तु द्वितीयवाक्ये तु पार्वती इति उक्तं खलु अस्तु अन्य अनन्तरं पश्यामि कुत्रचित् अन्यत्र प्राप्यते इत्येव अर्थः तस्य शेषुक पार्वती अपि जीवति इति आशासे अतः अत्र कश्चित् इत्यनेन लिङ्लकारः विधिलिङ्लकारः न भवति तदेव तत्र विषयः खलु अस्तु अग्रे गच्छामः महोदय पठति वा एकनिमिषम् अस्तु अग्रे सम्भावने आम् अस्तु भगिनि नास्ति नास्ति आम् सम्भावने अलम् इति चेत् सिद्धा प्रयोगे सिद्धाप्रयोग इति अस्तु पर्याप्तविशिष्टसम्भावनार्थे लिङ्लकारः भवति यदि सामर्थ्यात्मक अलं शब्दस्य अप्रयोगः सम्भावने अस्तु अप्रयोगः सिद्धः अस्ति अर्थात् समर्थवाचिना अलं शब्देन विना एव समर्थतायाः प्रतीतिः स्यात् अस्तु अलं शब्दस्य प्रयोगेण विना यदि कस्यचित् मनुष्यस्य क्रियासम्बद्धं सामर्थ्यं व्यक्तीक्रियते तर्हि लिङ्लकारस्य एव व्यवहारः भवति सर्वलकारणापवादः अलं शब्दस्य प्रयोगः अस्ति चेत् अन्यस्य कस्यचित् लकारस्य व्यवहारः भवेत् तादृशकारः अलमिति अर्थस्य प्रतीतिः अलं शब्देन विना एव जायमानः यस्मिन् अलं शब्देन विना एव जायमानः यस्मिन् सः सिद्धाप्रयोगः अस्तु काश्कान् उक्तं लिङ्गि ए लिङ्ग् इत्येव सम्भावनं क्रियासु योग्यताध्ये सम्भावनं क्रियासु योग्यता अध्यवसानं शक्तिश्रद्धानं तद् इदानीम् अलमत्वेन विशेष्यते तच्चे सम्भावनं पर्याप्तं विततं अवितं भवति अस्तु पर्याप्त अवितं भवति सिद्धप्रयोग इति अलमः विशेषणं सिद्धश्चेत् अलमः अप्रयोगः अलमः अप्रयोगः अस्तु क्व च असौ सिद्धः यत्र गम्यते च अर्थः न च असौ प्रयुज्यते तद् ईदृशसम्भावना सम्भावना उपाधिके अर्थे वर्तमानधातोः लिङ् प्रत्ययः भवति सर्वलकरपवादः क्रियातिपत्रभूते भविष्यति च नित्यं लिङ् भवति अध्यवसानं नाम निर्धारितम् अवितं नाम सत्यं विततम् इत्युक्ते मिथ्य अस्तु अवितम् इति सत्यं वितम् इत्युक्ते असत्यम् अवितम् इत्युक्ते सत्यम् उपाधिकं नाम अत्यन्तं प्रकामम् अधिकं सिद्धान्तकौमुद्यम् अलम् अर्थः अत्र प्रौढिः सम्भावना इति अलमिति च प्रथमया सप्तम्या च विपरिणम्यते सम्भावनयस्य लिङ्ग् स्यात् तच्च तच्चेत् सम्भावना अलम् इति अलमि सिद्ध अप्रयोगे सति प्रौढि नाम अत्र सिद्धता सामर्थ्यं पर्याप्तिः न प्रयोगः अप्रयोगः नैतत्पुरुष सिद्ध अप्रयोगः अप्रयोगः यस्य सः सिद्धाप्रयोगः तस्मिन् सिद्धाप्रयोगे बहुव्रीहि सम्भावने सप्तमन्तम् अलम् अव्ययम् इति अलम् अव्ययम् इति अव्ययं चेत् अव्ययं सिद्धा अप्रयोगे सप्तमन्तम् अनेकविधं सूत्रम् उताप्यो समर्थ्ययोः लिङ् इत्यस्मात् लिङ् इत्यस्य अनुवृत्तिः लिङ् निमित्ते लृङ् क्रियातिपत्तिः सम्पूर्णतया सम्पूर्णसूत्रस्य अनुवृत्तिः भूते च इत्यस्य अधिकारः धातोः प्रत्यय परश्च अधिकारः अनुवृत्सहित सूत्रमस्ति अलं सिद्ध अप्रयोगे इति चेत् सम्भावने धातोः लिङ् प्रत्ययः परश्च लिङ् निमित्ते भूते च लिङ्गक्रियातिपत्तिः अथवा सिद्ध अप्रयोगम् अलं सम्भावनमिति चेत् सिद्ध अप्रयोगम् अलं सम्भावनम् इति चेत् धातोः लिङ् प्रत्ययः परश्च लिङ् निमित्ते भूते च लिङ् क्रियातिपत्तौ इति अस्ति बहु किमपि अस्ति सम्भावने अलम् एकवारं पश्यामः काशिकानिदर्शनमस्ति अपि पर्वतं शिरसा बिन्द्यात् प्रायशः शिरसा पर्वतस्य भञ्जनं कुर्यात् पर्वतं भग्नम् एतादृशं कुर्यात् अपि द्रोणपाकं भुञ्जीत भवान् प्रायशः एकस्य द्रोणस्य इत्युक्ते द्रोण इत्युक्ते तत्र परिमाणवाचकः अस्ति दश परिमाणवाच्य अस्ति अत्र 10 kg भोजनं भवान् प्रायशः अपि द्रोणपाकं भुञ्जीत इति दश केजि भोजनं खादेत् द्वयवाक्ये एकस्य मनुष्यस्य महतः सामर्थ्यस्य सङ्केतः दीयते कठिनकार्यस्य सम्भावनया परन्तु अलम् इत्यस्य तु इनफ् इति अर्थः अस्ति खलु अस्ति खलु अत्र एडिक्वेट् इति अलम् इति मातु एकमस्ति एकं समर्थः अपि अस्ति दुर्योधनस्य कृते अलम् आम् सत्यम् आम् दुर्योधनाय अलम् इति अथवा अलं कोलाहलन् इति निषेधार्थः अस्ति अत्र पर्याप्तविशिष्टसम्भावनार्थे लिङ्गलकारः भवति यदि सामर्थ्यार्थक अलं शब्दस्य प्रयोगः नास्ति चेत् अप्रयोगः सिद्धः अस्ति अर्थात् समर्थवाचिना अलं शब्देन विना एव समर्थतायाः प्रतीतिः भवेत् सामान्य सामर्थ्यं सूचयितम् अलम् इत्यस्य प्रयोगः भवति तर्हि तस्य अप्रयोगः अपि च समर्थता तत्र वक्तव्यं भवति प्रकटे तत्र प्रकटनं करणीयं भवति तदा तत्र लृङ्ग् तत्र लिङ्लकारः भवति इति लिङ्लकारः भवति अपि च लिङ्लकारः भवति इति क्रियातिपत्तौ अपि पर्वतं शिरसा बिन्द्यात् इति अस्ति भवान् शिरसा भेत्तुं शक्तः इति खलु पर्वतस्य भञ्जनं कुर्यात् प्रायशः शिरसा पर्वतस्य भञ्जनं कुर्यात् पर्वतं भग्नम् एतादृशं कुर्यात् इति तादृश शक्तिः अस्ति भवतः इति अपि द्रोणपाकं भुञ्जीत इति भवान् एतादृशसमर्थः अस्ति द्रोणपाकं परिमितं तत्र भोजनं खादेत् इति अर्थः द्वयवाक्यौ एकस्य मनुष्यस्य महतः सामर्थ्यस्य सङ्केतः दीयते कठिनकार्यस्य सम्भावनया तादृशसङ्केतः भवति तदा एव एतदपि तत्र सन्दर्भं दृष्ट्वा एव खलु तत्र सत्यं सत्यं परन्तु अलं शब्दप्रयोगं विना तस्य अर्थ परन्तु तस्य अर्थद्योतकं भवेत् तावदेव खलु समर्थवाचिना अलं शब्देन विना समर्थतायाः अपि पर्वतं शिरसा बिन्द्यात् इति अस्ति तत्र वयं पूर्वं पठितवन्तः खलु तत्र अपि च तत्र अपि उत इति अवश्यम् इत्यर्थे निश्चयेन तदपि अपि पर्वतं शिरसा बिन्द्यात् इति खलु तत्रापि लिङ्क् लकारः खलु तत्र अपि आम् परन्तु अपि उत द्वयोः समानार्थकः भवेत् इति एकः क्याच् आसीत् खलु तत्र अत्र अत्रापि अलमिति तादृश अवश्यमिति समर्थः इति अस्ति खलु अतः पर्वतं शिरसा बिन्द्यात् उत पर्वतं शिरसा बिन्द्यात् इति तथा उत्तरमपि भवितुमर्हति खलु तत्र अवश्यं तदपि एकनिमिषं पुनः पश्यामि तत्र उत अपि समतयोः लिङ्ग् खलु समतयोः लिङ्ग् ब्रेक् ईवन् द हिल् वित् इस् हेड् ईट् अवे इवन् अ द्रोणा आफ् कुक्ड् फुड् भीमस्य कृते भीमं प्रति यदि वदामः चेत् तत्र तादृश समर्था अस्ति तादृश वक्तुं शक्यते विवक्षा अस्ति अपि पर्वतं शिरसा बिन्द्या निश्चयेन करोति इति ऐ एक्स्पेक्ट् इति अर्थे सपोजिशन् अण्ड् एक्स्पेक्टेशन् द पवर् आफ् एबिलिटि आर् टु पर्फार्म् अन् आक्षन् सपोजिशन् अत्र नास्ति तत्र अत्र सपोजिशन् अस्ति परन्तु तस्मिन् सूत्रे निश्चयम् आसीत् अवश्यं कुर्यात् अवश्यं कुर्यात् इति कोऽपि वदति चेत् अपि परु अपि शिरसा बिन्द्यात् इति कोऽपि सत्यम् अस्मिन् प्रसङ्गानुसारेण एव द्रोणपञ्च इति अपि खलु अपि द्रोणपाकं भुञ्जित भीमः तु खादति एव तादृशं खलु तत्र वयं वक्तुं निश्चयेन द्रोणपाकं भुञ्जित भवान् इति वक्तुं शक्यते तस्मिन् समये एतत् भवति एव आम् आम् प्रसङ्गानुसारमेव पुनः किञ्चित् आं सत्यम् अत्र अलम् इति अपि च अवश्यम् इति तत् तयोः मध्ये किञ्चित् सामानार्थकम् अस्ति खलु अवश्यमित्युक्ते यदि समर्था अस्ति चेदेव वयं तादृश अवश्यमिति वदामः खलु सामर्थ्यमस्ति नास्ति चेत् न वदामः सत्यं सत्यम् आम् परन्तु यत् अवगतं परन्तु यत् अत्र दत्तं विवरणं दत्तम् पुनः पठनीयं भवति आम् एतत् पठनीयमेव तत् एतदेव मया श्रुतम् अद्य आडियो तत्रैव मम बहु भ्रमः आसीत् पूर्वतनसूत्रं न एतदेव तत्र वर्गत्रयं वा किमपि आसीत् एतदेव सूत्रं पुनः पुनः तत्र मध्ये तद् आर्कैव्स् अपि गतं सर्वदा तद् कार्यं न करोति एतद् मयापि पुनः श्रोतव्यं पुनः पठनीयम् अत्र इतोपि सटिल् विषयाः किमपि अस्ति ओवराल् तत्र अवगतम् अलं शब्दस्य विना परन्तु तस्य अर्थे तत्र प्रयोगः कर्तव्यः तदा लिङ्लकारः भवति इति तद् अवगतं परन्तु तत्र इतोपि अस्ति खलु सम्भावनां क्रियासु योग्यता अध्यवसानं शक्तिश्रद्धानं तत्सर्वं श्रोतव्यं महोदय अग्रे यदस्ति तदपि इतोपि एकवारं श्रोतव्यम् तत्र विदेशस्थायी देवतत्तः प्रायेण गमिष्यति ग्रामम् इति अस्ति तत्र किं तस्य उद्देशः कः तत्र कथं तत्र सामर्थ्यं किमर्थम् इति सर्वम् अस्ति तत्र सः तत्र विदेशस्थायी देवतः अलम् इति किम् इति तत्र दलसार्थक्यम् अस्ति तत्र सामर्थ्यं तु न आवश्यकं खलु कुत्रचित् गमनस्य प्रायः विदेशे अस्ति अतः सः न आगमिष्यति इत्यर्थे तत् तदा न भवति तत्र सः समर्थः नास्ति इति अलमिति किं विदेशस्थायि देवदत्तः प्रायेण आगमिष्यति ग्रामं यत्र लिङ्लकार नास्ति लिष्लकार एव अस्ति देवदत्तः विदेशे निवसति प्रायशः स्वदेशं प्रत्यागमिष्यति अतः यद्यपि अपेक्षा अभिव्यक्ता अस्ति यद्येव स्वदेशं प्रत्यागमिष्यति तथापि अलम् अर्थे सामर्थ्यम् अथवा शक्तिः इति विषयः एव नास्ति विधेन लखन् विधीयते वयं न जानीमः तत्र सामर्थ्यम् अस्ति वा इति तत्र इदानीं सर्वत्र तत्र होमस् मध्ये तत्र विमानयानस्य व्यवहारः अस्ति खलु अतः सत्यं सत्यं सत्यम् आम् आम् विधिकारः न विधीयते न विधीयते तदेव अपि तु रुचिकार एव नाम केवलं सम्भावना पर्याप्तं नास्ति तादृशी सम्भावना अपेक्षिता अस्ति यस्मिन् सामर्थ्यमपि अन्तर्भूतम् इत्युक्ते सम्भावना अस्ति यतोहि तस्मिन् मनुष्ये तादृशं पर्याप्तपरिमाणेन सामर्थ्यं वर्तते कीदृशसम्भावनम् अलं सम्भावनम् इति अलं सम्भावनं तादृशं सम्भावनं यस्मिन् सामर्थ्यम् अन्तर्भूतं भवति यस्य पार्श्वे तत्र तस्य पार्श्वे स्वस्य अस्ति तत्र विमानमस्ति तादृश अम्बानि आमामां तेषां कृते एतद् वक्तुं शक्यते शक्यते आमाम् आम् कथमपि कुत्रापि गसा गन्तुं शक्नोति सत्यं तादृश प्रायः अस्मात् भवेत् सामर्थ्यमपि भवेत् अन्तर्भूतं भवेत् आम् सत्यं सत्यम् अस्मात् सूत्रात् वयम् अग्रिमसप्ताहे पुनः पठामः सम्भावने अलम् इति चेत् सिद्धप्रयोगे इति किञ्चित् भ्रमः एव अस्ति स्पष्टता नास्ति पूर्वतनसूत्रं सम्यक् आसीत् एतद् किञ्चित् बहु किमपि अस्ति तत्र कथं वा लृङ् प्रयोगः इति उदाहरणं दृष्ट्वा एव अवगन्तुं शक्यते चिन्ता अप्रयोगे किञ्चित् पुनः पठनीयं प्रायः वयम् एतद् अग्रिमसप्ताहे पठामः पठिष्यामः भगिनीपि आगच्छति तस्मात् अग्रे गच्छामः भवान् पश्यतु एकवारं महोदय डाक्युमेण्ट् अत्र किमपि दोषः अस्ति चेत् सूचयतु अहमपि उदाहरणानि योजयिष्यामि तदा एव मनसि आगच्छति एतत् कश्चित् इति अद्य दृष्टवन्तः खलु कच्चित् तादृशं सम्यक् आसीत् तत् मया अपि गन्तव्यमस्ति अद्य केरला गन्तव्यमस्ति अस्तु अस्तु महोदय अस्तु धन्यवादः धन्यवादः अरुणा भगिनी भगिनी एकः प्रश्नः अस्ति भगिनी पर्याप्तविशिष्टसम्भावनार्थे लिङ्ग् अत्र मीनिङ्ग् किम् अर्थं किं भगिनी पर्याप्त इत्युक्ते अडिक्वेट् अथवा इनफ् इति अर्थः सम्भावना इत्युक्ते सपोजिशन् एक्स्पेक्टेशन् something will happen somebody will do something iti expectation asti sambhavana api asti bhimaha avashyam tad parvatam vidhyet if it is bhima he will definitely break that mountain iti tatra विधिलिङ्ग् लकारः भवति इति वदति अलं शब्दार्थे प्रयोगः भवति परन्तु साक्षात् अलम् इति शब्दस्य प्रयोगः न करणीयं तावदेव अलं शब्दस्य अर्थः पर्याप्तविशिष्टसम्भावना इति अर्थः तस्मिन् अर्थे वाक्यप्रयोगः करणीयः परन्तु अलम् इति शब्दस्य प्रयोगं विना तदेव तत्र ममापि किञ्चित् क्लेशः तादृशवाक्यं भवेत् तत्र वाक्येन अवगन्तुं शक्नुमः खलु तत्र सम्यक् सन्दर्भं दृष्ट्वा कस्य कृते एतत् वाक्यं भवति सर्वं सत्यं लृङ्लकारस्य प्रयोगः प्रथमम् अन्वेषणीयं तदा एव वयं कुत्र कदा प्रयोगः कुत्र अस्ति इति तत्र तादृशप्रयोगः अस्ति द्रष्टव्यम् आम् तद् स्वीकृत्य द्रष्टव्यं कथं वा प्रयोगः कृतः इति अस्तु अस्तु धन्यवादः धन्यवादः धन्यवादः